नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुट् लकारः इति पाठः अनुवर्तते। तत्र अनध्यतने लुट् इति, तत्र वयं गतपाठे तत् साधितवन्तः, कथं वा अनध्यतने लुट् जायते, अध्यतने इत्युक्ते किम् इति। तत्र रामः श्वः पाठं पठिता इत्यत्रापि तत्र लुट् लकारः सामान्यत्वेन तत्र श्वः इति उक्तं चेत् तत्र लुट् लकारः भवति। रामः परश्वः अथवा आगामिसंवत्सरे पाठं पठिता इत्यत्रापि श्वोभावः विवक्षितः, यत्र श्वोभावः कुर्मः तत्रापि वयं लुट् लकारस्य प्रयोगं कर्तुं शक्नुमः इति दृष्टवन्तः। सामान्यमस्ति लृट्, लृटः अपवादः लुट् अनध्यतने इति, तदेव लङ् विषये अपि प्रवर्तते। लङ् अनध्यतने लङ् तत्र लुङ् इति परह्यः गतसंवत्सरे अपाठीत् इति, सामान्यं लुङ् तस्य अपवादः इति लङ् अनध्यतने लङ् इति भवति इति दृष्टवन्तः। तावत् दृष्टवन्तः, इतोपि अग्रे अपि किञ्चित् दृष्टवन्तः। पञ्च उपाङ्गानि इति आर्धधातुकप्रत्यये यदा पूर्वं, यदा वयं पूर्वं दृष्टं पठितं तादृशमेव अत्रापि प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः, द्वित्वम्, अभ्यासकार्यम् इति तत्र पञ्च उपाङ्गानि लुट् लकारस्य। तत्र प्रथमं बिन्दुः आसीत् प्रत्ययादेशः, तदेव वयं गतसप्ताहे आरम्भं कृतवन्तः। तत्र अनध्यतने लुट् इत्यनेन अनध्यतनभविष्यत्कालार्थे धातोः लुट् लकारः भवति इति, तत्र ल एव अवशिष्यते इत्संज्ञालोपानन्तरं ल इति अवशिष्यते। तत्र स्यतासि लु लृ लुटोः इति सूत्रम्, अनेन धातुतः लुटी परे धातुतः तास् इति प्रत्ययः भवति। अनन्तरम् अस्माकं पिप्तस्जि इति मूलप्रत्ययः, अष्टादशमूल तिङ्प्रत्ययाः लस्य पिप्तस्जि इति सूत्रद्वयेन तत्र मूलतिङ्प्रत्ययाः विधीयन्ते। तत्र एव एकः प्रश्नः आसीत्, प्रथमपुरुषे यदा लुटः प्रथमस्य डारो रसः इति सूत्रं, परस्मैपदे तिप् इत्यस्य स्थाने ढा इति विधीयते, तस् तिप् तस्जि खलु प्रथमपुरुषः, अतः तिप् स्थाने डा, तस् स्थाने रौ, जि स्थाने रस् इति परस्मैपदे। आत्मनेपदे ठ प्रत्ययस्य स्थाने ढा, आतां रौ, ज रस्, तत्र ढा प्रत्ययस्य विषये एव अस्माकम् इदानीं प्रश्नः। तद् अनेकाश्चित् सर्वस्य इत्यनेन सर्वादेशः भवति वा अथवा अलोन्त्यस्य इत्यनेन वा इति, तदेव वयं पुनः पठामः। महोदय, तत्र अनेकाश्चित् सर्वस्य इत्यनेन डा प्रत्ययः इति, तस्मात् पठति वा? अनेकाश्चित् सर्वस्य इति इत्यनेन डा प्रत्ययः इति, अस्तु अस्तु, अनेकाश्चित् सर्वस्य इत्यनेन डा प्रत्ययः अनेकात्, अतः सर्वस्य स्थाने आदेशः भवति। अत्र प्रश्नः उदेति यत् डकारः इत्संज्ञकः इत्यतः डा इति कथम् अनेकाल् उच्येत? परिभाषेन्दुशेखरग्रन्थे परिभाषा अस्ति नानुबन्धकृतकृतम् अनेकालत्वम् इति। अनेन यस्य वर्णस्य इत्संज्ञा अस्ति तेन वर्णेन अनेकालत्वं न सिद्ध्यति, न अनुबन्धकृतम् अनेकालत्वम्। अतः एतस्मात् डा इति अनेकाल् न स्यात्। परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति डादिविषये तु सर्वादेशत्वं विना अनुबन्धत्वस्य एव अभावे न अभावेन अनुपूर्व्या सिद्धम्। दादिविषये तु सर्वादेश त्वं विना अनुबन्धत्वस्य एव अभावेन आनुपूर्व्या सिद्धम्। दादिविषये तु सर्वादेशत्वं विना अनुबन्धत्वस्य एव अनुबन्धस्य एव अभावेन इति तात्पर्यम् एवं यत् यावत् तिप्स्थाने ड नागच्छेत् तावत् तिथि विद्यमानप्रत्ययत्वं ड आदेशे न भवति। प्रत्ययत्वं ड आदेशे नास्ति चेत् चुटु इत्यस्य प्रसक्तिः नास्ति एव, अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति। अतः परस्मैपदे तिप् युटः प्रथमस्य डारोरथ इति स्थले ड आदेशस्य प्रत्ययत्व अभावात् अनुबन्धत्वं नास्ति, तस्माच्च न अनुबन्धकृतम् अनेकालत्वम् इति परिभाषायाः प्रसक्तिर्नास्ति। अनेन अलोन्त्यस्य इत्यनेन तिपः इकारस्य तिपः इकारस्य एव स्थाने डा इति निवार्यते। अस्तु, अत्र अनेकालत् इति डा इति प्रत्ययः इदानीम् एका परिभाषा अस्ति, अनुबन्धकृतम् अनेकालत्वं न इति। अतः डा इत्यस्मिन् डकारः चुट् इत्यनेन अनुबन्धः भवति, तर्हि आ इत्येव एकाल् भवति। तर्हि एकाल् भवति चेत् अत्र ती स्थाने ति इत्यस्य ईकारस्य स्थाने एव स्यात् परन्तु परिभाषनिषेकरे अग्रे अपि उक्तं दादिविषये तादृश नास्ति, दा स्थाने दा इति अनेकालत्वं किमर्थम् इति अनेकालत्वम् इति स्वीकृतमस्ति। किमर्थम् इति चेत् अत्र यत्र प्रत्ययस्य स्थाने आदेशः भवति तदा यत् आदेशकाले तत्र प्रत्ययत्वं नास्ति इति चिन्तयित्वा तत्र डा इत्यस्य तत्र यदा प्रत्ययं नास्ति चेत् तत्र चुटु इत्यस्य प्रसक्तिः अपि नास्ति, तस्य अनेकालत्वं भवति, तर्हि तत्र सम्पूर्णस्थितिस्थाने डा इति आदेशः भवति इति। एकनिमिषः भगिनि, तत्र अहं न अवगतवान् एकवारं परं, परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति दादिविषये तु सर्वादेशत्वं विना अनुबन्धत्वस्य एव अनुबन्धस्य अभावे न अभावेन आनुपूर्व्या सिद्धं। दादिविषये तु सर्वादेशत्वं विना अनुबन्धत्वस्य एव अभावेन इति कः अर्थः तत्र, किमर्थं तत्र किमस्ति तत्र, सम्यक् न जानामि किम् मूलवाक्ये तिपः स्थाने डा इति भवति वा, तिपः इत्युक्ते पूर्णतया तिपः स्थाने डा भवति वा, दादिविषये तु सर्वादेशत्वं विना अनुबन्धत्वस्य एव अभावेन न अभावेन आनुपूर्व्या सिद्धम्। एतद्विषये एव अग्रे अपि अस्ति इति चिन्तयामि, तदेव पुनः अपि उक्तम्। तत्र ते किं कृतवन्तः, मतद्वयं स्वीकृतवन्तः, एकः तु सिद्धान्तकौमुदी दीक्षितमतं प्राचीनमतम् इति, एकः तु नागेशस्य मतम् इति। एकस्मिन् मते यदा वयम् इदानीं पठामः तत्र डा इत्यस्य प्रत्ययत्वमेव नास्ति, एतावत् तद् आदेशरूपेण न आगच्छति, तत्र तस्य प्रत्ययत्वमेव नास्ति। यदा प्रत्ययत्वं नास्ति तत्र चुटु इत्यनेन इत्संज्ञा न भवति इति स्वीकृत्य तत्र अनेकाल् षित् सर्वस्य इत्यनेन अनेकाल् इति स्वीकृत्य सर्वादेशः कर्तुं शक्यते इति एकं मतं। द्वितीयमतं, तत्र तादृशं न आवश्यकं, तत्र भावि तद् प्रत्ययः भविष्यति अग्रे इति तत्र भावनया स्वीकृत्य नागेशस्य मतेन तादृशं स्वीकृत्य तत्र चुटु इत्यस्य प्रसक्तिः अस्ति इति कृत्वा तत्र अलोन्त्यस्य इत्यनेन अन्त्यादेशः इति द्वयमपि प्रदर्शितम् अस्मिन् करपत्रे, परन्तु तदेव विषयः, तस्य एव तत्र सिद्धान्तः उक्तः अग्रे। अनेकालत्वं तत्र आवश्यकमस्ति, कथं तत्र तस्य समर्थनं करणीयं तदेव सत्यं सत्यं तदेव विषयः तदेव विषयः तदेव अत्र संक्षिप्तरूपेण अस्मिन् परिच्छेदे अस्ति परन्तु अग्रे तद् कथं तस्य निर्णयः भवति इति प्राचीनमतं नूतनमतं द्वयमपि स्वीकृत्य विषयः अवगतः खलु प्रश्नः कः अवगतः तत्र तस्य नागेशस्य तद् यत् वाक्यमस्ति तत् सम्यक् न अवगतम् इति पुनः पठामि अनन्तरं तात्पर्यम् अवगतं तदेव पुनः आगच्छति अग्रे अपि तदेव अस्ति तद् तात्पर्यमेव तद् तिपः स्थाने डा न आगच्छेत् तावदेव तस्य विषयः नमस्कारः भगिनि उषा अस्ति उषा अस्मि नमस्ते भगिनि भवती प्राप्तवती वा कुत्र अस्ति इति अनेकाचित् सर्वस्य इति आरभ्य आं भगिनि नमस्कारः महोदय विजय अस्मि नमस्ते भगिनि या ऐ फालोड् भगिनि वाट् तदेव प्रश्नः किम् इत्युक्ते डा इत्यस्य प्रत्ययत्वम् अस्ति वा नास्ति वा प्रत्ययत्वम् अस्ति चेत् चुटु इत्यनेन इत्संज्ञा कर्तुं शक्यते प्रत्ययत्वं नास्ति चेत् इत्संज्ञा कर्तुं न शक्यते अनेकाल् वा एकाल् वा प्रथमं तिप् एव आगच्छति तिप् एव प्रत्ययः इति मन्यते तिप् स्थाने डा इत्यनेन तिप् अनेकाल् अनेकाल् एव इष्यते ति स्थाने इकारस्य स्थाने नास्ति तकार इकारस्य स्थाने ढा इति आदेशः इति इष्यते इति प्रश्नः इति प्रश्नः इति भवति वा ति स्थाने ढा इति यदा इत्यस्य तु प्रत्ययत्वम् अस्ति ढा इति यद् आदेशः ति स्थाने भवति तदा एव तस्य स्थानिवद्भावेन प्रत्ययत्वं भवति तदा एव वयं चुटु आनेतुं शक्नुमः पूर्वं तस्मात् पूर्वं तस्य प्रत्ययत्वं नास्ति नास्ति वर्णः एव डा इति वर्णः एव यदा वर्णः तदा चुटु न कर्तुं शक्यते प्रसक्तिः नास्ति एव चुटु इत्यस्य अतः तत्र डा इति अनेकाल् अनेकाल्त्वात् तत्र सर्वादेशः भवति वा वयं प्रत्ययत्वम् अग्रे प्रत्ययत्वं भविष्यति इति स्वीकृत्य चुटु कृत्वा एकाल् अलोन्त्यस्य इत्यनेन इकारस्य स्थाने डा कर्तुं शक्यते तत्र पूर्वं वयम् अस्माभिः पठितं तत्र सिद्धान्तकौमुद्यम् एतादृशः अस्ति तत्र यावत्पर्यन्तं प्रत्ययत्वं न भवति तावत्पर्यन्तं तत्र अनेकालत्वमेव स्वीकरणीयम् इति तत्र अनुबद्धत्वं तदेव अग्रिमपरिचये अस्ति तदेव तेषां मतं प्राचीनानां मतम् इति स्वीकृत्य ते तादृशमेव भवन्ति तत्र प्रत्ययत्वं यदा आदेशः न भवति तावत्पर्यन्तं तस्य प्रत्ययत्वम् इति किमपि नास्ति केवलं तद्वर्णः एव इति तदेव अस्ति अग्रिमपरिचये तत् पठामः प्रत्ययत्वम् अस्ति चेत् एव स्थानिवद्भावः भवति आम् स्थानिवद्भावः भवति अनन्तरं तत्र प्रत्ययकार्यं यत्किमपि भवतु चुटु अथवा इत्संज्ञाकार्यं तत् सर्वं भवति पूर्वमेव न कर्तुं शक्यते इति तेषां मतं परन्तु नागेशः नूतनानां मतं किम् इत्युक्ते अग्रे तद् भविष्यति भावी इति ते पुनः वदन्ति यदा वयं पूर्वम् अनद्यतन तादृशं प्रत्ययभावी इति ते वदन्ति तदग्रे तदेव भविष्यति अतः इदानीं कर्तुं शक्यते इति नागेशस्य मतं द्वयमपि अत्र प्रदर्शितं पठामः अस्तु अरुणा भगिनी आं भगिनि अनेकाश्चित् सर्वस्य तस्मात् अनन्तरं गच्छतु भगिनी तत्र प्रश्नः अस्ति चुटु अनेकाश्चित् सर्वस्य प्रश्नः अस्ति यत् डा आदेशस्य प्रत्ययत्वं कदा जायते तिप् प्रत्ययस्य स्थाने आगमनसमये एव जायते अथवा आगमनात् पूर्वं जायते यदा आदेशः प्रक्रियाक्रमेण प्रत्ययस्थस्थाने आगच्छति तदा स्थानिवत् भावेन प्रत्ययसंज्ञा प्राप्यते इति सामान्यबोधः. तदेव भवती उक्तवती डा प्रत्यय वा न वा कदा भवति प्रत्यय टिप् प्रत्ययस्य स्थाने आगच्छति चेत् प्रत्यय भवति. पूर्व आगमनात् पूर्वं न प्रत्ययः रूपमस्ति. यदा आदेशः प्रक्रियाक्रमेण प्रत्ययस्य स्थाने आगच्छति तदा स्थानिवद्भावेन प्रत्ययसंज्ञा भवति इति सामान्यं मतम् अस्ति. नाम नूतनसंज्ञा प्राप्यते यदा स्थाने आगतः आगमनात् पूर्वं न प्राप्यते. तदेव अन्यतरः उत्तमने भावयामि. एषः विचारः सिद्धान्तकौमुदीकारस्य दीक्षितस्य मतम्. डा इत्यस्य आदेश अनन्तरं स्थानवद्भावेन प्रत्ययः, आदेशात् पूर्वं सः प्रत्ययः नाः. तद्वरं पठिता उक्तवन्तः चर्चितवन्तः. प्रत्ययः न भवति चेत् अनेकालत्वात् सर्वादेशत्वं भवति. डा प्रत्ययः नास्ति चेत् अनेकालकारणेन सर्वादेशत्वं भवति. सर्व आदेशानन्तरं प्रत्ययत्वम् आगतं स्थानिवद्भावेन. अनन्तरं प्रत्ययन्त्यत्वात् दकारस्य इत्संज्ञायाः लोपः इति प्राचीनाम् आशयः. इत्येव सिद्धान्तकौमुदी मतमस्ति. डा प्रत्यय प्रथमम् आगमन अनन्तरं प्रत्ययरूपं भवति, न चेत् न प्रत्यय कारणात् अनेकाश्रित सूत्रेण सर्वादेशत्वं भवति. तदेव प्राचीनमतम् आं भगिनि. सत्यं प्राचीनानाम् इति सिद्धान्तकौमुदीकारः, तेषां मतं तदेव. छुटु इत्यनेन प्रत्ययस्य आदौ चवर्गस्य अथवा टवर्गीयवर्णः भवति चेत् तस्य वर्णस्य इति संज्ञा भवति, तदा तस्य लोपः इत्यनेन इति संज्ञक वर्णस्य लोपः. अदन्त सर्वनामस्थाने जसः सि इत्यस्य अपि एकम् एवमेव स्थितिः. सर्वयुगः जष्, सर्वयुगशि, सर्वयुग इ, सर्वे. लिति परस्मैपदानां नल् तुस्सु तुस् तुस् सल् ल्वमः इत्यनेन नलादीनाम् आदेशे अपि इयमेव स्थितिः. तिप्पस्थाने अत्र प्रथमं छुटु इति सूत्रेण प्रत्यय संज्ञा भवति चेत् चुटु इति सूत्रेण चवर्गीयस्य अर्वर्गीय नित्संज्ञा भवति. अन्यम सूत्रमस्ति जषः षि, अत्रापि प्रत्यय संज्ञा अस्ति चेत् संज्ञा भवति, षि आदेशः भवति. षि दशक्वर्तनेन चकारलोपः भूत्वा इ एव अवशिष्यति. अन्यमस्ति लिटि लकारे परस्मैपदानां वयं जानीमः नल् तुस् उस् थल् अथुस् अनल्वमाः इति सूत् आदेश नल्तुस् ते तिप्तस्थाने आगच्छति तिप्तः स्थाने नल् आदेश भवति तत्रापि पुनः पठामः तिप्तः स्थाने नल् आदेशः आदेशात् इत्सञ्ज्ञक नकारलोपः एवञ्च जषिहाषि इति स्थाने वा परस्मैपदानां नल् तुस् उस्थल् तुस् अतुस् अनल्वमाः इति सूत्रेण वा लुटः प्रथमस्य दारौ रसः वा ईदृशी स्थितिः आश्रयणीया इति दीक्षितादीनां प्राचीनानां मतम् आहत्य इत्संज्ञकत्वम् अनुबन्धत्वं नाम इत्संज्ञवात्वम् इत्संज्ञावत्त्वम् अनुबन्धत्वम् ओके हौ टु एक्स्प्लेन् सर्वे सर्वादेशस्य अनन्तरं प्रत्ययसंज्ञा भवति तद् तत्समये प्रत्ययत्वात् संज्ञक नल् प्रत्ययस्य नकारलोहः भवति तदेव जषि षि इति सूत्रे अपि भगिनि लुटः प्रथमस्य दारौ रसः तदेव अस्माकं सूत्रम् समानस्थितिः इति वदति अत्र उदाहरणद्वयं प्रदर्शितम् एकं प्रथमम् उदाहरणमस्ति जसहषि इति सूत्रं जसहषि इति अत्र जस् इति प्रत्ययस्य स्थाने षि इति आदेशः भवति समीचीनं षि इति अनेकाल् अस्ति जस् इति प्रत्ययस्य स्थाने यावत् षि इति आदेशः न भवति तस्य प्रत्ययसंज्ञा नास्ति अतः तत्र शकारस्य इत्संज्ञा न भवति प्रथमम् यदा जसः स्थाने अनेकाल् स्वात् सर्वादेशः पूर्णतया जसः स्थाने षि इति आदेशः भवति अनेकाल् स्वात् सर्वादेशः भवति षि इति तदा एव तस्य प्रत्ययसंज्ञा अनन्तरमेव तस्य लशक तदिते इत्यनेन इत्संज्ञा भवति प्रथमं न भवति अतः तादृशमेव द्वितीय उदाहरणमपि लिटि परस्मैपदानां तत्रापि किं भवति अने तत्र तिप् स्थाने नल् इति आदेशः नल् इत्य तिप् तिप् इत्यस्य प्रत्ययसंज्ञा अस्ति नल् इत्यपि अनेकाल् अस्ति अनेकाल् अस्ति सर्वादेशः भवति तिपः स्थाने नल् इदानीं नकारस्य इत्संज्ञा लकारस्य इत्संज्ञा तादृशं भवति न तु पूर्वम् अतः अत्रापि सर्वादेशः अनेकाल् त्वा सर्वादेशः अतः उदाहरणद्वयमस्ति तादृशमेव अस्माकं विषयः कः रुटः परतमस्य डारौ रसः डा इति अनेकाल् वा एकाल् वा अल् इति प्रश्नः खलु अतः तद् अत्रापि वयं कर्तुं शक्नुमः यदा वयं जसः स्थाने षि आदेशः कृतवन्तः तिपः स्थाने नळ् आदेशः कृतवन्तः तादृशं अत्रापि तिप् स्थाने ढा इति सर्वादेशः कर्तुं शक्नुमः इति दीक्षितानां मतं सः तस्य एव नामकरणं कृतवान् इत्संज्ञकत्वम् अनुबन्धत्वम् इत्संज्ञकत्वम् अनुबन्धत्वं नाम इत्संज्ञवत्वम् इत्संज्ञावत्वम् अनुबन्धत्वम् इति सः एव तस्य नामकरणम् इत्संज्ञावत्वम् अनुबन्धत्वम् इति भगिनि अत्र तत्र तर्हि तत्र इत्संज्ञकत्वं तत्र इदानीं नल् इत्यस्मिन् लकारस्य इत्संज्ञा भवति प्रत्यय नास्ति इति कृत्वा इत्संज्ञा भवति तर्हि तेन आधारेण रसः इति रस् इति अस्ति खलु रस् इति अस्ति रस् खलु रस् रस् खलु रस् इति रस् इति प्रत्ययसंज्ञा नास्ति चेत् तत् सकारस्य लोपः भवति खलु इत्संज्ञक इत्यनेन किमर्थमित्युक्ते प्रत्ययस्य एव लक्ष्मः इति वा नौ तुस्मा इति तस्यैव सकारस्य लोपः भवति खलु, प्रत्ययत्वम् अस्ति चेत् तर्हि तत्र र एव भवति खलु, तर्हि रस्यैव कथं वा वयं तत्र अपि तिप्त जी जी खलु, जी स्थाने जी इत्यस्य प्रत्ययत्वम् अस्ति, समीचीनं, तत्र रस् इति आदेशः भवति तथा एव तस्य जी स्थाने रस् रस् एव खलु, रौ रस् रस् आम् रस् रस् जी स्था जी इत्यस्य प्रत्ययसंज्ञा अस्ति, जी स्थाने रस् संज्ञा अस्ति खलु, रस् इति यावत् तदेव तदेव सः वदति तदेव सः वदति जी इत्यस्य स्थाने प्रथमं रस् इति आदेशः यदा भवति तदा एव तस्य प्रत्ययसंज्ञा भवति. इदानीं न विभक्तौ तुस्माः इत्यनेन यद् हलन्त्यम् इत्यनेन इत्संज्ञा भवति स्म तस्य निषेधं करोति. रस् इति केवलं रस् इति स्वीकुर्मः चेत् तस्य किमपि लेबल् एव नास्ति, तस्य प्रत्ययत्वम् इति अति इति अपि नास्ति, किमपि चेत् प्रत्ययत्वं नास्ति आदेशस्य, तत्र सामान्य इत्संज्ञक तत्र भवति खलु, तत्र आदेशस्य सर्वदा भवति खलु, इत्संज्ञकत्वं भवति खलु, सामान्य डा इत्यस्य वा सामान्य इत्संज्ञा न तत्र डा इत्यस्य डा इत्यस्य अस्ति डा इति इदानीं डा इत्यस्य प्रत्ययत्वेन एव डकारस्य लोपः भवति, परन्तु सकारस्य हलन्तमित्यन लोपः भवितुमर्हति खलु, यथा नल् इत्यस्मिन् न इत्यस्य अनेकालत्वात् सर्वादेश इति उक्तं न इति, नल् इत्यस्मिन् लकारस्य लोपः हलन्तमित्यन लोपः भवति, न इति एव अवशिष्यते नल् इत्यस्मिन् न इत्येव हलन्त्यमित्यस्य न आवश्यकं वा प्रत्ययसंज्ञा उपदेशस्य अन्तिम खलु उपदेशस्य अन्तिमव्यञ्जनस्य इत्संज्ञकं भवति, तर्हि तत् रस् इत्यस्य तर्हि तर्हि तत् र एव भवति खलु, तत्र यथा नल् इत्यस्मिन् लकारस्य इत्त्वं कृत्वा न विभक्तौ तुस्मा इति विभक् न विभक्तौ तुस्मः अपि उपदेशे एव भगिनि, न आवश्यकं तस्य कृते न आवश्यकं, विभक्तिसंज्ञकप्रत्ययस्य विभक्तिसंज्ञकप्रत्ययस्य औपदेशिकस्वरूपे विद्यमानः सवर्गवर्णः सकारः मकारः एते इत्संज्ञकाः न भवन्ति, सत्यं विभक्तिसंज्ञकप्रत्ययानाम् औपदेशिकस्वरूपस्य अन्ते विद्यमानः सवर्गः सकारः तदा मकारः हलन्त्यम् इत्यनेन इत्संज्ञकाः न भवन्ति इति तद् निषेधं करोति. नास्ति खलु इदानीं आदेश विभक्तिसंज्ञका नास्ति खलु, यथा भवति तदा एव विभक्तिसंज्ञका भवति खलु, तत्र विभक्तिसंज्ञकानां इत्तिमवर्णस्य आदेशः भवति केवलं चिन्तयन् आसीत् तत्र कथं वा इति, परन्तु अहं जानामि तत्र रस् इति एव भवति इति, परन्तु तादृश अत्र किम् अत्र अत्र यदा आदेशस्य आवश्यकता एव नास्ति खलु, स्थाने र इति आदेशः भवति, स्थाने र इति आदेशः भवति, अस्तु रस् इति आदेशः अत्र अस्माकं तद् अष्टाध्यायी डाट् काम् मध्ये किञ्चित् लिखितं तत् पठामः, एतस्मिन् विषये कुत्रचित् पूर्वं पठितम् अस्तु, तद् प्राप्तं वा तद् पठामः वा सूत्र 1, 3, 4 न विभक्तौ तुस्मः एव पठामः. अस्तु अस्तु सूत्रस्य अनित्यत्वम् अपि पठामः, विभक्तिप्रत्ययानाम् आदेशः इति अपि पठामः, सूत्रस्य अनित्यत्वमेव मया क्वचित् पूर्वं पठितम्. महोदय भवान् एव पठतु। कुतः पठनीयं भगिनि तत्र सूत्रस्य अनित्यत्वम् इति एकनिमिष 134 सूत्रस्य अनित्यम् अस्तु सूत्रस्य अनित्यत्वं नविभक्तौ सुष्माः इति सूत्रम् अनित्यमस्ति इत्युक्ते कुत्रचित् प्रत्ययस्य विभक्तसंज्ञायां सत्यामपि तस्य अन्ते विद्यमानस्य तवर्गीयवर्णस्य उत मकारस्य संज्ञा अवश्यं कृता दृश्यते एतत् तद्धिताधिकारे किमो अत् इत्यत्र पाठितः अत् प्रत्ययः यद्यपि विभक्तसंज्ञकः अस्ति तथापि अस्य अन्ते विद्यमानः तकारः इत्संज्ञकः भवति अतः तस्य लोपः इत्यनेन तस्य लोपः अपि क्रियते। अस्तु नवीभक्तौ तुस्म इत्यस्य अनित्यत्वस्य ज्ञापकमस्ति इदमस्तमुः इति सूत्रम्। अस्मिन् सूत्रे आचार्यः तमु इति विभक्तिसंज्ञकं प्रत्ययं पाठयति। अस्मिन् सूत्रे विद्यमानः अकारः अस्तु इदमस्तमु अस्तु उकारोत्तर अकारः मकारस्य हलन्तम् इत्यनेन जायमानाः इत्संज्ञायाः बाधनार्थं स्थापितः अस्ति। वस्तुतः मकारस्य विषये हलन्तम् इत्यनेन प्राप्त इत्संज्ञा न विभक्तौ तस्म इत्यनेन निषिध्यति अतः तमु इत्यस्य स्थाने तम् इति उच्यते चेदपि नैव दोषाय। तथापि आचार्यः मकारात् अनन्तरं व्यर्थम् उकारं स्थापयति अयम् उकारः व्यर्थः भूत्वा एतत् ज्ञापयति यत् नैभक्तस्मा इत्यनेन निर्दिष्ट इत्संज्ञा निषेधः कुत्रचित् विधीयते कुत्रचित् अस्तु अस्तु एतत् अनित्यत्वम् अस्ति कुत्रचित् भवति कुत्रचित् न भवति इति वा तादृश आम् कुत्रचित् भवति कुत्रचित् न भवति इति सत्यम् अनित्यं सर्वदा भवति इति एव न कुत्रचित् तस्य तत् प्रसक्तिः अस्ति चेदपि न भवति इति अत्र विभक्तिसंज्ञा कस्य कस्य इत्युक्ते अस्माकं सुप् तिङ् प्रत्ययानाम् अनन्तरं तद्धितप्रकरणे प्राग्दिशो विभक्तिः इति यत् पठितं तत्र अतः अस्माकं डा प्रत्ययस्य तु विभक्तिसंज्ञा अस्ति। आम् आम् आं महोदय विभक्तिप्रत्ययानाम् आदेशः तदेव अस्माकं विषयः आम् आम् विभक्तिप्रत्ययानाम् आदेशः विभक्तिप्रत्ययानां ये आदेशः विधीयन्ते तेषु विद्यमानानां सवर्गीयवर्णानां सकारस्य मकारस्य च विषये वस्तुतः न विभक्तौ तुस्मा इत्यनैसंज्ञा निषेधः नैव प्रवर्त्येत यतः आदेशविधानसमये तु विभक्तसंज्ञा नैव विद्यते अपि तु आदेशात् अनन्तरं स्थानिवद्भावेन विभक्तसंज्ञकविधानं भवति अर्हति इत्युक्ते आदेशसमये तु हलन्त्यम् इत्यस्य प्रसक्तिः अस्ति एव यथा अतो बिस् ऐस् अस्तु इत्यनेन बिस् प्रत्ययस्य स्थाने जायमानस्य ऐस् आदेशस्य आदेशविधानसमये विभक्तिसंज्ञा नास्ति अपि तु आदेशात् अनन्तरं स्थानिवद्भावेन विभक्तिसंज्ञा विधीयते अतः आदेशविधानसमये तु हलन्त्यम् इत्यनेन सकार इत्संज्ञा अवश्यं भवेत् अस्तु अहं सत्यम् एवमेव तास् गसिगसाम् इनास्याः इत्यनेन नसि प्रत्ययस्य जायमानस्य आत् आदेशः तकारः तथा च ङेरां नद्यां नीभ्यः इत्यनेन नी प्रत्ययस्य विद्यमानस्य आम् आदेशस्य मकारः एवमेव तस्तस्तमिवां तान् तन्तामः इत्यनेन मित्प्रत्ययस्य आदेशस्वरूपस्य अम् इत्यस्य मकारः एते सर्वे वस्तुतः हलन्त्यमित्यनेन इत्सर्जकाः अवश्यं भवेयुः परन्तु एतेषां सर्वेषामपि इत्संज्ञनिषेधः एव इष्यते नो चेत् रामै रामात् नद्याम् अपटम् एतादृशानि रूपाणि नैव सिद्धयेयुः। एतादृश्यः इत्संज्ञानिषेधः शास्त्रपद्धत्या कथं करणीयः इति अत्र प्रश्नः उदेति अस्मिन् विषये व्याख्यानेषु कुत्रापि किमपि न लभ्यते अस्तु कानिचन समाधानानि प्रायः भवितुं शक्यते अस्तु अतः इति यदि नागे इति कौमुदीकारस्य मतं स्वीकुर्मः चेत् सकारस्य लोपः भवति खलु रस इत्यस्य नर एव भवति खलु तदेव तदेव यद् अस्माकं विषयः अस्ति तदेव उक्तमस्ति तत्र यदा तद् आगच्छति तस्मिन् स्थाने तदा एव स्थानिवद्भावेन तस्य विधानं भवति विभक्तिसंज्ञा विधानं भवितुम् अर्हति इति पठामः तस्य किम् इति आ इति पठतु महोदय किम् अस्ति इत्यत्र विभक्तौ इत्यस्य अर्थः विभक्तिविषये इति केचित् अस्तु विभक्तिविषये भवति चेत् अस्तु अत्र विषय चेत् विभक्तिसंज्ञकात् विहितस्य आदेशस्य विषये अस्य सूत्रस्य प्रसक्तिः ज्ञापयितुं शक्यते. आम् सत्यम्. अनेन आत् अम् एतादृश विद्यमानेषु अन्तिमवर्णसंज्ञानिषेधः सम्भवत् न विभक्तौ सुस्मः इति विभक्तौ इति विभक्तौ इति सप्तमी विषयसप्तमी इति स्वीकुर्मः चेत् खलु तत्र तादृश सत्यं तत्र सम्भवति तर्हि. आम् सत्यं. द्वितीयमस्ति तत्र आवरणे लिखितं तदपि आदेशस्य विभक्तिसंज्ञायाः अभावात् अपि. आमाम् आदेशस्य विभक्तन्याय अभावात् अपि इत्युक्ते तत्र विभक्तिविषये इति विषयसप्तमी स्वीकुर्वन्ति विभक्ति अत्र भवितुमर्हति एतादृशेन तत्र वयं तत्र तस्य विभक्ति अग्रे भविष्यति इति तत्र इत्संज्ञा निषेधः कर्तुं शक्यते तत्र इत्संज्ञा तत्र प्रत्ययस्य इत्संज्ञा निषेधं कर्तुं शक्यते अत्र कुत्रापि निषेधः सम्भवति अन्तिमसंज्ञानिषेधः सम्भवति. द्वितीयः आ इति न विभक्तौ सुस्म इत्यत्र विद्यमानां विभक्तिसंज्ञां भाविनीसंज्ञां मत्वा यस्य शब्दस्य विभक्ति इति संज्ञा अग्रे भविष्यति तस्य विषये प्रारम्भे एव इदं सूत्रं प्रवर्तते इति अर्थः स्वीकृत्य आत् अम् आदीनाम् आदेशानां विषये विभक्तिसंज्ञाविधानात् पूर्वमेव अनेन सूत्रेण संज्ञानिषेधः भवितुम् अर्हति. अस्तु तदेव अस्ति अस्माकं करपत्रे अपि नागेशस्य मतं भाविनीसंज्ञा इति भाविनीसंज्ञा. तर्हि एतेषु सर्वेषु सूत्रेषु श्लेषस्य आधारेण कश्चन अन्यः वर्णः अन्ते स्थापयितुं शक्यते यथा अतो बिस इत्यस्य स्थाने अतो बिस एस् इति. अस्तु अतो बिस् अतो बिस एस् इति बिस एति इति बिस एस्कार अस्तु सकार इति सकारप्रश्लेषः ताङ्गसिकसाम् इनात्याः इत्यस्य स्थाने नाङ्गसिकसाम् इनात्याः तत्रापि आत् इति तकार इति सकारप्रश्लेषः एवम् अन्नत् नेः रां नद्यां नेभ्यः इति मकारस्य प्रश्लेषः इति तस्तथम् इत्यत्रापि एतादृशप्रश्लेषः एतादृशप्रश्लेषः क्रियते चेत् प्रक्रिया प्रारम्भे प्रशिष्टवर्णस्य हलन्त्यम् इत्यनेन इत्यन्य कृत्वा अवशिष्टांशस्य आदेशविधानं कर्तुं शक्यते. तदपि अस्ति अस्माकं करपत्रे प्रश्लिष्टः. प्रयोजनं विना कुत्रापि इत्यन्या न भवति अतः ऐस् आत् अम् अम् एतादृश आदेशेषु अन्तिमवर्णस्य इत्यन्या प्रयोजनाभावं प्रयोजन अभावमत्वा अपि इत्संज्ञनिषेधः वक्तुं शक्यते. अस्तु एतत् माता वदति खलु अत्र प्रयोजनमस्ति चेत् करणीयं किमर्थं तत्र विषये चिन्तनं मा करोतु इति. अतः अस्माकं प्रश्नः खलु तत् रैस् विषये तत्र चत्वारि रसः किमपि कर्तुं किमपि कर्तुं शक्यते जी स्थाने रैस् इत्यत्र सकारस्य संज्ञा किमर्थं न भवति इत्यस्य प्रश्नस्य उत्तरम् अस्ति यत्किमपि भाविनीरूपेण अथवा प्रश्लेषरूपेण यत्किमपि स्वीकर्तुं शक्यते वयं साधयितुं शक्यते तत्र सत्यं अग्रे तस्य उपयोगः नास्ति इत्यपि स्वीकर्तुं चतुर्थ उपायः तदपि अन्तिमस्य अत्र उपयोगः नास्ति चेत् न करणीयमेव इति तदपि पूर्वमपि कृतवन्तः खलु तत्र कुत्रापि नास्ति चेत् किमर्थं करणीयम् इत्यस्य अवश्यं तदपि कर्तुं शक्यते अथवा प्रश्लेषः तदपि वक्तुं शक्यते अथवा भाविनीसंज्ञा इत्यपि सम्यक् एव विभक्तिविषय चत्वारि अपि सम्यक् एव समाधानानि चत्वारि अपि तत्र प्रयोक्तुं शक्यते. सम्यक् महोदय बहुकालात् अनन्तरं किमपि तदेव अस्ति रस् रस् महोदयस्य प्रश्नः आसीत् जी स्थाने रस् शकारस्य वयं महोदय इत्संज्ञा कर्तुम् इष्टवान् वा न कर्तुम् इष्टवान् न न इष्टवान् प्रत्यय नास्ति खलु इदानीं विभक्त्यर्थं नास्ति अतः र इति कथं भवति तत् कथं वा तत्र सकारस्य लोपस्य वारणार्थं तत् का उपायः इति अहं चिन्तितवान् तत् र इति एव भवति खलु रस् इत्यस्य सामान्यतः हलन्तमित्येन सकारस्य लोपः भवति खलु र इत्येव भवति परन्तु रस् इति आवश्यकमस्ति अस्माकं कृते अतः कथं वा इति तस्य तदेव न विभक्तौ तु स्मः इत्यनेन सकारस्य लोपः नास्ति इति नास्ति वा न प्रथमं हलन्त्यम् इत्यनेन भवति इत्संज्ञा तु अवश्यं भवेयुः इति उक्तं खलु भवति एव परन्तु इदानीम् आदेशः आगच्छति तस्य क्षम्यतां तदानीं यदा आदेशः भवति तदा तस्य विभक्तिसंज्ञा भवति तावत् पर्यन्तं हलन्त्यम् इत्यस्य प्रसक्तिः अस्ति एव हलन्त्यम् इत्यस्य कृते तत्र किमपि प्रत्ययसंज्ञा तादृशं किमपि नास्ति उपदेशिकावस्थायां यद् अस्ति तस्य इत्संज्ञा अस्तु अतः रस् इत्यस्य सकारस्य इत्संज्ञा भवति एव इदानीं यदा रस् जी स्थाने आगच्छति तदा स्थानिवद्भावेन तस्य प्रत्यय विभक्तित्वम् आरोपयते धर्मः गुणः किमपि तद् स्थानिवद्भावेन आरोप्यते इदानीं यदा आरोप्यते तदा न विभक्तौ तु स्मः इत्यनेन तद् यद् इत्संज्ञा कृतं तस्य निषेधः भवति तत्र सकारस्य लोपः भवति स्म परन्तु भाविनी प्रत्ययत्वं स्वीकृत्य अथवा तत्र तत्र प्रयोजनं किमपि नास्ति सकारप्रयोगं नास्ति इति स्वीकृत्य तत्र सकारस्य लोपः न करणीयं यद्यपि प्रत्ययत्वं नास्ति तथापि तत् हलन्त्यपि प्रसक्तिः अस्ति तत् न करणीयम् इति तत् इत्संज्ञा एव वयं कृतवन्तः तस्य लोपः कुर्मः चेदेव लोपः जायते इदानीं तस्मात् पूर्वमेव न विभक्तौ तु स्मः आगत्य तस्य निषेधं करोति अतः तद् लोपः न भवति चत्वारि समाधानानि अपि तत्र वक्तुं शक्यते परसूत्रमस्ति इति कृत्वा परसूत्रं बलवत्तम् अस्ति खलु आं सत्यं तद् आं तद् सत्यं परन्तु अत्र चत्वारि अपि गच्छति विभक्तिविषये इति वक्तुं शक्यते तत् पाविनि अनेनैव तत्र लाभः न भवति चेत् न करणीयम् अथवा भाविनी भाविनी श्लेषः कर्तुं शक्यते यत्किमपि चत्वारि अपि सम्यक् एव अवगतं वा भगिनि पुनरेकवारम् अहं पठामि भगिनि गृहे पठामि लेटर् अस्तु अस्तु अस्तु एतत् चत्वारि एव अस्माकं करपत्रे परिच्छेदेन उक्तम् चत्वारः विषयाः एव अत्र अस्ति पुनः भाविनी विषये एकः परिच्छेदः अतः तादृशमेव अस्ति तदेव वयं पठामः अस्ति खलु एकवारं पठामः विजया भगिनी पठति वा नागेशभट्टः परिवेशेन्दुशेखरकारः तर्हि महोदय तत्र यदा प्रत्ययस्य स्थाने आदेशः भवति तत्र सम्पूर्णं कृत्वा अनन्तरं प्रत्ययं कृत्वा अत्र आवश्यकमस्ति वा इत्संज्ञका तदेव चिन्तनीयं सर्वं चिन्तनीयं सत्यम् अत्र सत्यं पूर्वमेव इत्संज्ञा न करणीय न इति उक्तं खलु अत्र नल् इत्यस्मिन् न एव इत्यस्य इति आदेशः इति तत् न स्वीकर्तव्यं नल् इत्येव तस्य स्थाने भवतु अनन्तरं आम् सत्यं कृतं चेत् सम्यक् आम् अनन्तरमेव इत्संज्ञा करणीयः अथवा भाविनी इति आं करणीयं वा न करणीयं वा सर्वम् अनन्तरमेव चिन्तनं करणीयं सत्यम् अस्तु महोदय नमस्कारः नागेशभट्टः परिभाषेन्दुशेखरकारः नागेशादीनां नव्यानां मते तु हित्संज्ञा उपयोग्यत्वमेव उपयोगत्वमेव अनुबन्धत्वम् इत्संज्ञा योग्यत्वम् योग्यत्वमेव अनुबन्धत्वम्। लिटि परस्मैपदानां नल तुस् तलस् तु तुस् नल्बमाः इति स्थले प्रथमपुरुषे एकवचने तिपःस्थाने नल् भवति, एवमेव उत्तमपुरुषे एकवचने मिपःस्थाने नल्। अस्मिन् स्थले द्वये आदेश अनन्तरं प्रत्ययसंज्ञा स्थानिवत् भावेन साधयितुं शक्यते, किन्तु मध्यमपुरुष बहुवचने स्थाने स प्रत्ययः, तस्य स्थाने आ इति आदेशः कर्तव्यः। नल् इति स्थले नकारः, अकारः, लकारः, लकारस्य इत्संज्ञायां नकार अकारौ वर्तते, परन्तु मध्यमपुरुषबहुवचने आदेशत्वेन आ इति एकः एव वर्णः अस्ति। तर्हि अत्र कथं सर्वादेशः इति प्रश्नः, अत्र अनेकाल्वत्वं नास्ति, अत्र प्रश्लेषनिर्देशः कर्तव्यः, इत्युक्ते आ योगः अ इत्यनयोः प्रश्लेषे अतो गुणे इत्यनेन आ इति आदेशः अनुकार्यरूपः, तस्य अनुकार्यरूपस्य अनुकरणम् एतत् प्रश्लिष्ट अकारद्वयमपि अकारयोः पररूपे कृते यत् अ इति जातम्, तस्य अनुकरणं सूत्रे कृत्वा परस्मैपदानां नल तुसु स्थल तु स नल्वामाः तुस नल्ब नल्बमाः इति सूत्रे तु पररूपनिष्पन्नस्य अनुकरणं कृतवान् पाणिनिः, किन्तु पररूपनिषेधात् निष्पादात् किन्तु पररूपनिष्पादात् पूर्वं वर्णद्वयमेव अस्ति, अतः प्रश्लेषनिर्देशेन अनेकाल्त्वात् आदेशः इति वक्तव्यं। तर्हि किं जातं, मध्यमपुरुषे प्रश्लेषः अनिवार्यः चेत् तस्मिन् अनिवार्यत्वे प्रथमपुरुषैकवचने अपि प्रश्लेषः एव भवतु, अतः इत्संज्ञावत्वम् अनुबन्धत्वं न अपि तु इत्संज्ञयोग्यत्वमेव अनुबन्धत्वम् इति नव्यानां मतम्। इदानीमत्र एकनिमिषं महोदय, अत्र उपरि गन्तुम् एकनिमिषम्। कुत्र अस्ति, इदानीमत्र नागेशभट्टः अत्र व्याकरणकारः बहवः सन्ति, अत्र नागेशभट्टः परिभाषेन्दुशेखरकारः, अत्र सः एव परिभाषेन्दुशेखरः इति नागेशादीनां नव्यानां मते तु इतुस ईत्संज्ञ उपयोग्यत्वमेव अनुबन्धत्वम्, यत्र इत्संज्ञा योग्यत्वम् अत्र इदानीं वयं दृष्टवन्तः, यत्र यत्र इत् योग्यं भवति तत् अनुबन्धत्वम् इति वक्तुं शक्यते एव, इत्संज्ञा यत्र भवति तत्र अनुबन्धत्वम् इति। लिटि परस्मैपदानां नल तुसु स्थल तुस नल्बमाः इति स्थले अत्र प्रथमपुरुषे एकवचने तिप्तस्त्री इति अस्ति, अत्र तिप् इति प्रथमपुरुषे एकवचनस्थाने नल् आदेशः भवति। इदानीमत्र अस्मिन् स्थले द्वे अत्र अनन्तरम् उत्तमपुरुषे एकवचने मिप् स्थाने, अतः मिपः नल् अपि भवति, प्रथमपुरुषे एकवचने तिप् अस्ति, तिप् स्थाने नल् भवति, अनन्तरम् उत्तमपुरुषे एकवचने अपि मिप् स्थाने नल् भवति. स्थलद्वये आदेशानन्तरं प्रत्ययसंज्ञा सानिवत् भावेन स्थादयितुं शक्यते. अत्र नल् इति अत्र अनुबन्धलोपानन्तरं नकारस्य चुटु इत्यनेन इति भवति, लकारः अपि इति भवति, अकार एव तिष्ठति यत् प्रथमपुरुषे एकवचने. अनन्तरं मध्यमपुरुषे एकवचने अपि स्थाने नल् इति भवति, अत्रापि अनुबन्धलोपानन्तरम् इत्संज्ञा योग्यत्वमेव अत्र अनुबन्धत्वम् इति वयं दृष्टवन्तः. अतः तत्र अनुबन्धलोपानन्तरम् अकार अकार एव तिष्ठति. प्रथमपुरुषे एकवचने अपि अनन्तरं मध्यमपुरुष मध्यमपुरुष एकवचने अपि. इदानीम् अत्र परन्तु आम् महोदय, परन्तु मध्यमपुरुष बहुवचने आदेशत्वेन अ इति एकः एव वर्णः अस्ति. इदानीमत्र तिप्तस्ति सिप्तस्थ इति भवति, तत् स्थाने आ एव आदेशत्वेन तिष्ठति. तर्हि अत्र कथं सर्वादेशः इति प्रश्नः भवति इति, अनेकाल्वत्वं नास्ति इति अत्र किमर्थं चेत् अनेकवर्णः नास्ति, एकवर्णः एव अस्ति. त इत्यस्य अनुबन्धलोपानन्तरम् आ एव तिष्ठति. अत्र प्रश्लेष एकस्मिन् स्थले द्वे वर्णः आगच्छति चेत् कर्तव्यः चेत् इत्युक्ते आयुगः अ इत्यनयोः प्रश्लेषे अतोगुणे इत्यनेन एव अत्र पररूपम् आदेशः भवति. वयं दृष्टवन्तः पठन्ति इति अस्ति चेत् अत्र पठ युगः अन्ति, अत्र अकारः अकारः तिष्ठति, पाठान्ति इति नास्ति. अत्र अतोगुणे इत्यनेन पररूपमेव अत्र भवति. आ इति आदेशः अणुकार्यरूपः अत्र तस्य अणुकार्यरूपस्य अनुकरणम् एतत् प्रश्लिष्ट अकारं द्वयमपि अत्र प्रथमपुरुषे एकवचने अपि अनन्तरम् अत्र उत्तमपुरुषे एकवचने अपि. इदानीम् अत्र अकारयोः पूर्वरूपे कृते यत् पररूपे कृते यत् आ इति जातम्, इदानीम् अतो गुणे इत्यनेन पररूपमेव कृतम्, अतः आ इति जातम्. तस्य अनुकरणं सूत्रे कृत्वा परस्मैपदानां नल तुसु स्थल सुसन्नल्वमाः इति सूत्रे तु पररूपे निष्पन्नस्य अनुकरणं कृतवान् पाणिनिः. अतः इदानीं तत् सूत्रेण मध्यमपुरुष बहुवचने आ एव तिष्ठति, तस्थाने अनुबन्धलोपानन्तरम्, अथवा पाणिनिना अत्र पररूपनिष्पन्नस्य अनुकरणम् एव अत्र कृतम् अस्ति. किन्तु पररूपनिष्पादात् पूर्वं वर्णद्वयमेव अस्ति, अतः प्रश्लेषनिर्देशेन अनेकाल्वत्वात् आदेशः इति वक्तव्यम्. अत्र इदानीम् अत्र प्रश्लेषः इति अस्ति चेत् अत्र अर्धस्य युगपत् अत्र वर्णः द्वयम् आगच्छति अत्र तत् स्थाने, अतः अत्र अनेकाल्वत्वम् अनेकाल्त्वात् आदेशः इति वक्तव्यम् इति तत्र दत्तम्. तर्हि किं जातम्, मध्यमपुरुषे प्रश्लेषः अनिवार्यः चेत् तस्मिन् अनिवार्यत्वे प्रथमपुरुषैकवचने अपि प्रश्लेषः एव भवतु. अतः इत्संज्ञत् इत्संज्ञावत्वम् अनुबन्धत्वं न अपि तु इत्संज्ञयोग्यत्वमेव अनुबन्धत्वम् इति नव्यानां मतम्. यत्र यत्र इत्संज्ञा भवति तत् स्थाने अनुबन्धत्वं भवति इति अत्र नव्यमतम् नव्यमतस्य अत्र उपायः. अनन्तरम् एतदेव नव्यमतस्य किमस्ति अत्र नागेशभट्टेन तत्र दत्तं महोदय. सत्यं सत्यं सम्यक्. एकस्मिन् स्थले वयं प्रश्लेषः कुर्मः चेत् अन्यस्मिन् स्थले अपि तदेव कर्तुं शक्यते खलु इति नव्यानां समाधानम् अस्ति. ते तादृश उपायः वदति यत् तत् किञ्चित् प्राचीनानां मतेन किञ्चित् भिन्नम् अस्ति. तत्र अनुकरणं कृत्वा तत्र वयं इत्संज्ञा साधयितुं शक्नुमः. तत्रापि अनेकाल्त्वम् इत्संज्ञान अनेकाल्त्वं साधयितुं शक्नुमः इति ते वदन्ति. आं महोदय. तदेव अतः मतद्वयम् इदानीं दृष्टवन्तः. प्राचीनानां मते तु ते यदा आदेशः भवति अनेकाल्त्वात् तत्र प्रत्ययत्वम् आनीय तत्र वयम् इत्संज्ञा कुर्मः. यदा चषहषि अनन्तरं लिटि परस्मैपदानां तत् सूत्रद्वये यदा कृतवन्तः तादृशं वयं लुटः प्रथमस्य डारो रसः इत्यत्रापि कर्तुं शक्यते. तस्य ते नामकरणं कृतवन्तः इत्संज्ञकत्वम् अनुबन्धत्वम् इति. नूतनानां मते तु योग्यता अस्ति, इत्संज्ञा योग्यत्वमेव अनुबन्धत्वं. तस्य योग्यता अस्ति. कथं ते योग्यता आनीतवन्तः इत्युक्ते एकः उपायः तु प्रश्लेषः इति. प्रश्लेषेण अनुकरणं कृत्वा ते तत्र अनेकाल्त्वं साधितवन्तः. अनन्तरम् इत्संज्ञा योग्यत्वमस्ति इति अनुबद्धत्वम् आनीतवन्तः इति स्थलद्वयम्. इतोपि एकम् अपि तत्र प्रदर्शितं, तत् पश्यामः. उषा भगिनी प्रयत्नं अन्यत् स्थलमस्ति यत्र ईत्संज्ञावत्वम् अनुबन्धत्वं कार्यं न करोति. निदर्शनात् पूर्वम् एकः सिद्धान्तः उपस्थापनीयः. प्रश्नः अस्ति यत् किञ्चन शब्दस्वरूपं कदा प्रत्ययः भवति. प्रत्याययति इति प्रत्ययः प्रत्याययति. एकं शब्दस्वरूपं तदा प्रत्ययः उच्यते यदा तत्र शब्दस्वरूपं प्रत्ययस्य कार्यं करोति. शब्दस्वरूपं यदा प्रत्ययस्य कार्यं करोति तदा प्रत्ययः इति उच्यते. कर्तृकर्मकरणादिरूपम् अर्थं बोधयति प्रत्याययति इति प्रत्ययः. कर्तृकर्मकरणादिरूपं कर्तृकर्मकरणादिरूपम् अर्थं बोधयति. अतः धातोः वा ज्ञाप् प्रातिपदिकात् वा इति अधिकारे भवेत्. ततः प्रत्ययः विधीयते चेत् एव प्रत्ययत्वेन अभिमतः. धातोः परत्वेन यावत्पर्यन्तं न भवति, नाम सूत्रावस्थायाम् उपदेश अवस्थायां यावत् तिष्ठति तावत्पर्यन्तं सः प्रत्ययः नास्ति. अस्ति किं शब्दस्वरूपं यावत् राष्ट्रपतेः शपथः न स्वीक्रियते तावत् सः राष्ट्रपतिः नास्ति. शपथः इत्युक्ते किं भगिनि? यावत् राष्ट्रपतेः शपथः न स्वीक्रियते तावत् सः राष्ट्रपतिः नास्ति. अस्तु, तस्मात् प्राक् सः केवलं मनुष्यसंज्ञकः. एवमेव यावत् स च प्रत्ययस्य कार्यं न करोति तावत् सः किञ्चन शब्दस्वरूपमात्रम्. यथा सुबादयः विधानात् पूर्वं प्रत्ययाः न सन्ति, अतः प्रत्याययति इति प्रत्ययः. नाट् अप्लिकबल् टु ट्रम्प्. आं भगिनि, सः कृते मनुष्यसंज्ञा नास्ति भगिनि. किमपि नास्ति, संज्ञा एव नास्ति. अन्यत् स्थलमस्ति यत्र ईत्संज्ञावत्वम् अनुबन्धत्वं कार्यं न करोति. यतोहि निदर्शनात् पूर्वम् एकः सिद्धान्तः उपस्थापनीयः. प्रश्नः अस्ति यत् किञ्चन शब्दस्वरूपं कदा प्रत्ययः भवति, एकोपि शब्दस्वरूपं कदा प्रत्ययः भवति, प्रत्याययति इति प्रत्ययः, प्रत्याययति इति इत्युक्ते अर्थम् आनयति इति. ओके, एकं शब्दस्वरूपं तदा प्रत्ययः उच्यते यदा तस्य शब्दस्वरूपं प्रत्ययस्य कार्यं करोति. यदा एकोपि शब्दस्वरूपं कार्यं कर्तुं शक्यते एव तस्य प्रत्ययः इति नामसंज्ञा संज्ञा भवति. कर्तृरूपं वा कर्मरूपं वा करणादिरूपं वा अर्थं बोधयति, तथा एव सः शब्दस्वरूपं प्रत्ययः इति वदामः. अतः धातोः वा कर्तृसंज्ञा कर्मसंज्ञा अथवा करणादिसंज्ञा अर्थं बोधयति शब्दस्वरूपं चेत् तत् शब्दस्वरूपं धातोः परः वा अथवा ञाप्रातिपदिकात् वा इति अधिकारे भवेत्, ततः प्रत्ययः विधीयते चेदेव प्रत्ययत्वेन अभिमतः अस्तु. धातोः परत्वेन यावत्पर्यन्तं न भवति, नाम सूत्र अवस्थायाम् उपदेश अवस्थायां यावत् तिष्ठति तावत्पर्यन्तं सः प्रत्ययः नास्ति, शब्दस्वरूपमेव. यावत् राष्ट्रपतेः शपथः न स्वीक्रियते तावत् सः राष्ट्रपतिः नास्ति. अस्तु भगिनि, अवगतं खलु? टाङ्गसिंहसामिनाथ्याः इति वदामः चेत् सूत्रावस्थायामेव अस्ति, परन्तु यदा तद् टा स्थाने इन इति आदेशः भवति तदा एव तस्य प्रत्यय इति संज्ञा, अथवा तद् उपदेश अवस्थायां यत्किमपि सशब्दस्वरूपम् इत्येव तस्य नामकरणम्. इदानीं तत्र सः किं वदति इत्युक्ते प्रथम नूतनानां मत प्राचीनानां मतस्य किं करोति, रेफ्यूट् करोति. प्राचीनः किं वदति, संज्ञकत्वम् अनुबन्धत्वम् इति वदति. अतः तत्र प्रथमं सः किं वदति, स्थाने आ इत्यस्य उदाहरणं स्वीकृतवान्. तत्र वयं यदा प्रश्लेषणं कुर्मः चेदेव तत्र वयम् अनेकाल्त्वं साधयितुं शक्नुमः, तदेव तत्र सर्वादेशः भवति इति प्रथमम् उक्तवान्. द्वितीयम् इदानीं किं वदति इत्युक्ते यावत्पर्यन्तं तद् तस्य प्रत्ययस्य कार्यं तद् न करोति तस्य प्रत्यय इति संज्ञा, प्रत्यय इति संज्ञायाः तत्र किमपि लाभः नास्ति, केवलं तत् शब्दस्वरूपम् एव इति द्वितीय विषयः वदति. अवगतं खलु? नव्यानां मतानुसारेण इत्संज्ञा योग्यता एव पर्याप्तं, योग्यता अस्ति चेदेव वयम् अनुबन्धत्वं कर्तुं शक्यते इति तेषां मतं, तदेव ते साधयन्ति. अस्तु, धन्यवादः भगिनि. आम् महोदय पठति वा? एवमेव. अस्तु, एवमेव यावत् धातोः परतः प्रत्ययो न भवति तावत् सः धातु अपि नास्ति. अस्तु, एवमेव यावत् धातोः परतः प्रत्ययः न भवति तावत् सः धातु अपि नास्ति, अहं तदेव स्वीकृत्य. अस्तु, क्रियावाचकः धातुः, क्रियां कदा भवति सः इति चेत् स्ववाच्य अर्थाश्रय अग्रे अस्ति यदा तदा. क्रियायाः आशयबोधकः कश्चन शब्दः परत्र अस्ति चेत् तदानीं स च धातुः, तदानीं सः क्रियां बोधयति. आश्रयबोधकप्रत्ययं विना अयं धातुः क्रियां कथं बोधयेत्? आश्रयं विना क्रिया स्वरूपतः न भवति, क्रियायाः आश्रयाकाङ्क्षा भवति. वयम् उपदेश अवस्थायां भूधातुः गम् धातुः इति वदामः, किन्तु वस्तुतः गम् योग लट् इति स्थितौ एतावता गम् धातुः तु नास्ति, यतोहि एतावता क्रिया न बोधयति. यः तां क्रियां करोति स च आश्रयः अपेक्षते, यः तां क्रियां करोति स च आशयः अपेक्षते. आशय इत्युक्ते आश्रयबोधकप्रत्ययः अपेक्षते तथा तिप्रत्ययः कर्तृबोधकः अतः गणपाठे ये धातवः सन्ति ते धातवः न सन्ति वयं व्यवहरामः तथा धातु इव भावी धातुत्वं मत्वा इतः परं प्रत्ययः यदा आगमिष्यति तदा आरभ्य सः अपि प्रत्ययः अयमपि धातु अस्तु धातुः अपि एवमेव यत् प्रत्ययः यदा तस्य विधानं न भवति धातोः स्थले तत्र तस्य प्रत्ययत्वं नास्ति केवलं शब्दस्वरूपम् अस्ति एवमेव धातुः अपि अस्ति यद्धातुः कदा भवति क्रियावाचकत्वं भवति क्रियावाचकः कदा भवति यदा तत्र प्रत्ययः अस्ति चेत् एव भवति यदा ति इति कर्तारं बोधयति तर्हि तदा क्रिया तदा एव भवति अत्र धातुत्वं भवति गणपाठे अपि तत्र ये धातवः सन्ति परन्तु ते धातवः केवलं तत्र केवलं तत्र शब्दसमूहः एव अस्ति अत्र किमपि तत्र तेषां धातुत्वं नास्ति यदा प्रत्ययः भवति तदा एव धातुत्वम् इति अत्र इति दत्तं तदेव वदति प्रत्ययत्वमपि आवश्यकं यदा प्रत्ययत्वम् आगच्छति तदा एव तस्यापि धातु इति संज्ञा धातु इति सम्यक् तदेव अस्ति अस्तु धन्यवादः महोदय अरुणा भगिनी आं भगिनि अन्यत् प्रधानस्थानं यत्र इत्संज्ञायोग्यत्वम् अनुबन्धत्वं न अपि तु इत्संज्ञत्वम् इत्संज्ञात्वम् अनुबन्धत्वं प्रयुज्यते चेत् समस्या जायते दा धातोः च धा धातोः च एकः नामकः कृत् प्रत्ययः विधीयते नित्यविधानमिदं सर्वेभ्यः आकारान्तेभ्यः धातुभ्यः तदा ददाति दधात्योर्विभाषा इत्यनेन न प्रत्ययस्य विकल्पेन बाधकः सा प्रत्ययः अस्ति ओके प्रथमवाक्यम् अवगतं भगिनि वयं जानीमः इत्संज्ञायोग्यत्वम् अनुबन्धम् इति नागेश मतम् इत्संज्ञात्वम् अनुबन्धत्वम् इति प्राचीन व्याकरणात् मतम् परन्तु वयं द्वौ अपि स्वीकृत्य तत्र समस्या भवति धा धातोः धा धातोः कथं भवति चेत् न प्रत्यय न नामक प्रत्यय विधीयते ओके सूत्रमस्ति तदा ददाति दधात्योर्विभाषा इति अनेन न प्रत्ययस्य विकल्पेन बाधकः शा प्रत्ययः अस्ति अनुवृत्तिसहितसूत्रम् अनुपसर्गात् ददाति दधात्योः धात्वोः शः कृत् प्रत्ययः परश्च विभाषा अनेन शा प्रत्ययस्य पक्षे ददः ददाति इत्यर्थे दधः धातो दाता इति अर्थे न प्रत्ययस्य पक्षे दाय दानार्थे धाय दायका इति अर्थे चेत् रूपाणि निष्पद्यन्ते अस्मिन् प्रसङ्गे सूत्रस्य विभाषा इति शब्दस्य दलसात्त्वं चिन्तनीयम् एकं परिभाषासूत्रमस्ति वासरूपो स्त्रियाम् अनेन कृत् अधिकारे उत्सर्ग अपवादसम्बन्धं ज्ञापयति सूत्रमस्ति वा असरूपः स्त्रियाम् अर्थः अस्ति यत् औत्सर्गिकप्रत्ययं प्रपाद्य यः अपवादभूतप्रत्यय विधीयते स च अपवादभूतप्रत्ययः औत्सर्गिकप्रत्ययसमानरूपं रूपकं चेत् नित्यं बाध्यते बाधते असमानरूपकचेत् विकल्पेन बाधते अपि च प्रत्ययः स्त्रीलिङ्गवाचकः चेत् अयं नियमः न भवति नावगतं सो वि अण्डर्स्टाण्ड् न योगत्व अनुबन्धं वा इत्संज्ञत्वम् अनुबन्धत्वम् इति स्वीक्रियते अत्र समस्या जायते धातोः न नाम कृत् प्रत्यय विधीयते प्रथमं तद्विधीयते प्रथमम् अन्य अपरेण सूत्रेण तत्र नित्यविधानं भवति आकारान्तधातुभ्यः न इति आदेशः इति क्षम्यताम् आम् तद् न इति प्रत्ययः विधीयते आदेशः न धातोः न इति प्रत्ययः अपरेण सूत्रेण विधीयते तदेव प्रथमम् अनन्तरं किं भवति दादाति ददात्योर्विभाषा इति अन्यत् सूत्रम् अनेन न प्रत्ययः यत् न प्रत्ययः न विधीतं खलु तस्य स्थाने विकल्पेन श इति आदेशः भवति इति इदानीम् अपरं सूत्रं वदति अतः अस्माकं कृते सूत्रद्वयमस्ति एकेन सूत्रेण आकारान्तेभ्यः धातुभ्यः नित्यं तत्र न विधीयते अपरस्मिन् सूत्रेण विकल्पेन न स्थाने श विधीयते समीचीनम् इदानीं तत्र सूत्रद्वयस्य इदानीं यद् श इति विहितं तद् अपवादभूतत्वं वा विकल्पेन विधीयते वा इति प्रश्नः प्रश्नः कः इत्युक्ते तदेव न प्रत्ययस्य पक्षे यदा तत्र रूपं साधयामः चेत् रूपं सर्वं दत्तमस्ति अनन्तरं सूत्रस्य अस्मिन् प्रसङ्गे सूत्रस्य विभाषा इति शब्दस्य दलसार्थक्यं चिन्तनीयं किमर्थं तत्र विभाषा इति उक्तं सूत्रे इति वयं चिन्तनीयं तत्र एव एकः परिभाषा एकं सूत्रमस्ति परिभाषासूत्रं वा असरूपो स्त्रियाम् अस्त्रियां स्त्रिया स्त्रीलिङ्गे एतद् न भवति समानरूप असरूपः तत्र अनेन कृत् अधिकारे उत्सर्ग अपवादसम्बन्धं ज्ञापयति तत्र किं वदति इत्युक्ते समानरूपः अस्ति चेत् तत्र नित्यं बाधते तदेव उक्तवती खलु असमानरूपकः अस्ति चेत् विकल्पेन बाधते सत्यं सत्यम् आ इत्येव इत्संज्ञा अनन्तरम् आ इत्येव अवशिष्यते खलु तत्र समानरूपकता अस्ति यदा समानरूपकता अस्ति चेत् तत्र नित्यं बाधते इति वयं निर्णयं कुर्मः परन्तु अत्र तु विकल्पेन बाधते खलु असमानः तु नास्ति तद् कथं साधयामः इति प्रश्नः भगिनि दलसार्थक्यम् अर्थं किं भगिनि दलसार्थक्यम् इत्युक्ते एकं सूत्रं स्वीकुर्मः चेत् प्रत्येकं पदं प्रत्येकदलं स्वीकृत्य तस्य तत्र प्रयोगः प्रयोजनं किम् इति चिन्तनं तदेव दलसार्थक्यं दलम् इदानीं तत्र किम् अस्ति ददात्योर्विभाषा इति अस्ति खलु तत्र विभाषा इति पदं किमर्थम् अत्र योजितं तद् नास्ति चेत् किं भवति इति चिन्तनं तदेव दलसार्थक्यम् इति वदामः सूत्रस्य प्रत्येकशब्दस्य आवश्यकता अस्ति वा आवश्यकता उपयोगः आवश्यकता तद् नास्ति चेत् किं भवति इति कुत्रचित् अन्यत्रापि वयं दृष्टवन्तः खलु दलसार्थक्यं पूर्वं बहु पूर्वम् आसीत् सानिवत् भाव अनल्विधौ तत्र दृष्टवन्तः सानिवत् आदेशो अनल्विधौ इति सूत्रे तत्र किमर्थम् अनल्विधिः अस्ति इति तादृशचिन्तने वयं दलसार्थक्यम् इति दृष्टवन्तः. अन्यत्रापि कुत्रचित् व्याख्यानेषु सर्वदा भवति. आम्, प्रयोगः प्रत्येकस्मिन् सूत्रे तादृशं करणीयमेव, परन्तु पूर्णतया सर्वत्र नास्ति, यत्र कुत्रचित् एव दृश्यते किमर्थम् एतत् पदम् अत्र अस्ति, नास्ति चेत् किं भवति. तत्र न्यायवर्गे तु अवश्यं तद् भवति खलु. तत्र तत्र अपरम् उदाहरणं ददाति खलु. आम्, सत्यं न्यायशास्त्रे. आम्, न्यायशास्त्रे तद् अवश्यं भवति. तद् किम् अस्ति लक्षणं, तद् अव्याप्ति अतिव्याप्ति अव्याप्ति असम्भवदोषरहितं भवेत् तादृश तत्र चिन्तनं भवति खलु. तत्रापि दलसार्थक्यं कुर्मः. अस्तु, इदानीं प्रक्रिया पठामः. विजया भगिनी, सः इदानीम् असरूपः वा सरूपः वा इति चिन्तनीयं, तदेव प्रश्नः अस्माकं पार्श्वे इदानीम्. आं भगिनि, भगिनि भवती उक्तवती अ अ इति श प्रत्ययस्य पक्षे दधः दधः, न प्रत्ययस्य पक्षे दायः दायः. कुत्र भवती उक्तवती अ न इति प्रत्ययः प्रत्ययः श इति प्रत्ययः न प्रत्ययस्य स्थाने आगच्छति. न इति प्रत्ययस्य इत्संज्ञा लोपः कुर्मः चेत् आ अवशिष्यते. श प्रत्ययस्य इत्संज्ञा लोपः कुर्मः चेत् आ अवशिष्यते. आ समानरूपकः, समानरूपकः चेत् नित्यं बाधते खलु. तदेव उक्तं. परन्तु सूत्रं किं वदति? ददाते तद् विकल्पेन बाधते इति. तदेव इदानीम् अस्माकं प्रश्नः तदेव. एतद्वन् समानरूपकः वा असमानरूपकः वा, अपवादभूतत्वं वा विकल्पेन वा. अस्तु अस्तु अस्तु. खलु. आम् आं भगिनि, विजया भगिनि. आम् अस्तु, अत्र प्रक्रिया एतादृशी, प्रक्रिया एतादृशी. एतत्तु दीर्घसूत्रं दीर्घसूत्रम् यद आसु संसु अतीन अतीन अवस्था अवङ् लिह त्वचः इति अस्ति अत्र. स्याद् स्याद् व्यद् यदा आसु आसृ आसृ संसृ अनन्तरं संसृ अनन्तरं वतीन वतीन अवस वतीन वस अवहृ अवहृ. एकवारं तस्य पदच्छेदः पठामि. श्या आत् व्यध आसृ संसृ अती अवस अवहृ लिख् श्लिश् श्वसः इति अस्ति अत्र. एतत् सूत्रेण अत्र इति सामान्यविधिसूत्रं येन न प्रत्ययः विधीयते. ददाति ददात् योर्विभाषा अपवादभूतसूत्रं येन शा प्रत्ययः विधीयते. एतत्तु सामान्यसूत्रमस्ति. न प्रत्ययः अत्र विधीयते एतत् सूत्रेण. अनन्तरम् अत्र ददाति ददातियोः विभाषा इति सूत्रेण एतत् सूत्रम् अपवादभूतसूत्रमस्ति, येन शा प्रत्ययः विधीयते. दुदाञ्च् दाने इत्यस्य स्या व्यदाद इति सूत्रस्य अनन्तरं ददाति ददार्योर्विभाषा इति सूत्राभ्यां युगपत् न इति औत्सर्गिकविधानं च इति विकल्पेन बाधकविधानम्. अतः दायोगः न दायोगः श. इदानीं न प्रत्ययस्य पक्षे दायः, च प्रत्ययस्य पक्षे ददः इति द्वौ शब्दौ निष्पद्येत पद्येते. अत्र दायोगः न योजनेन नकार उत्तरवर्ति अकारः, अतः तत्र दायः इति तद् किमपि अन्यद् भवति भगिनि. अस्माकं विषयः तु अन्ते दायः इति तावदेव. सा प्रत्ययः योजनेन ददः इति भवति इति द्वौ शब्दौ निष्पद्येते. इदानीम् अत्र प्राचीनानां मतम् अनुसृत्य यया रीत्या आदेशः यदा प्रत्ययस्य स्थाने आदिष्टः तदा स्थानिवत् भावेन आदेशस्य प्रत्ययत्वं जायते, तद्वत् अत्रापि प्रत्ययः यदा विहितः तदा विधानम् अनन्तरमेव प्रत्ययस्य कार्यं कृत्वा प्रत्ययत्वधर्मं प्राप्नोति, तदा एव इत्संज्ञा च भवति. इत्संज्ञावत्वम् अनुबन्धत्वम् इति इत्संज्ञावत्वम् अनुबन्धत्वम् इति. इदानीमत्र प्राचीनानां मतम् अनव्ययानां मतमिति द्वयं भवति अत्र. इदानीं प्राचीनानां मतम् अनुसृत्य एव अत्र प्रत्ययस्य स्थाने आदिष्टः यत् अत्र स्थानिवत् भवति इति वयं दृष्टवन्तः पूर्वमेव. इदानीम् अत्र स्थानिवत् भावेन एव अत्र आदेशस्य प्रत्ययत्वं भवति इति, तद्वत् अत्र अपि प्रत्ययः यः विहितः यत्र स्थाने प्रत्ययः विहितः इदानीम् अत्र दायोगः न दायोगः च न इति अस्ति, तत् विधानम् अनन्तरमेव प्रत्ययस्य कार्यं कृत्वा अत्र प्रत्ययत्वधर्मं प्राप्नोति. स्थानिवत् भावः इति प्रथमं भवति, अनन्तरमेव अत्र प्रत्ययस्य कार्यं कृत्वा एव अनन्तरं प्रत्ययस्य धर्मं भवति इति धर्मं प्राप्नोति इति, तदा एव इत्संज्ञा च भवति. तत् स्थाने एव अत्र इत्संज्ञा भवति, अनन्तरं स्थानिवत् भावः भवति, अनन्तरम् अत्र प्रत्ययत्वत्व प्रत्ययस्य धर्ममपि अत्र भवति. इदानीम् अत्र पूर्वमेव दृष्टवन्तः इत्संज्ञावत्वम् अनुबन्धत्वम् इति, तदेव प्राचीनानां मतमस्ति. अतः यदा वयं स्थानिवद्भावेन आदेशः कृतः तदा एव तस्य प्रत्ययत्वम् इति वदामः, तादृशं यदा प्रत्ययः विहितः तदा एव तस्य किमपि धर्मः भवति, तावत्पर्यन्तं तद् केवलं श्रद्धस्वरूपः एव. सिद्धा इति यदा वयं सामान्यतया वदामः तद् शब्दस्वरूपमेव, तद् अथवा तिप् इत्येव स्वीकुर्मः, डा इत्यपि आदेशः तदपि त्यजामः, केवलं तिप् इति वदामः. तत्र तिप्तस्ति इति सूत्रम् अस्ति, तत्र सूत्रे एव तदस्ति, तस्य उपदेशावस्थायाम् अस्ति, तत्र किमपि तस्य कार्यमेव नास्ति. यदा तद् गम् इति धातु परतः तिप् यदा विहितः भवति तदा एव तस्य प्रत्ययः इति संज्ञा, तदा एव तस्य धर्मः भवति, प्रत्ययस्य गुणः धर्मः तदा एव तस्मिन् आगच्छति. तावत् पर्यन्तं तद् केवलं सूत्रे वा किमपि अन्यत्र तिप् इति अस्ति, तस्य किमपि नाम एव न भवति इति. अवगतं वा? केवलम् आदेशस्य स्थानिवद्भावेन इति न, अन्यत्रापि यदा यावत् पर्यन्तं धातुभ्यः तद् न विहितः तस्य प्रत्यय इति संज्ञा नास्ति, तस्य किमपि धर्मः अपि न भवति इति वदति. उषा भगिनी अग्रिमपरिच्छेदः पठति वा? पञ्चनिमिषाः अस्ति. ददातिः ददाति ददात्योः विभाषा इत्यस्य व्याख्यायां दत्तं यत् न प्रत्ययबाधक शप्रत्ययः इति. न प्रत्ययबाधक शप्रत्ययः इति वक्तव्यं चेत् दीक्षितानां मते आदौ तिप् विधानं तदा तिपः स्थाने नल् इतिवत् अत्रापि आदौ अयं प्रत्ययः अयं प्रत्ययः इति कर्तव्यं तदानीमेव तस्य प्रत्ययत्वं नाम प्रथमतया विधानं तदा प्रत्ययत्वं न इति तदा एव प्रत्ययः. एकवारं यदा न विहितः तदा सः न पुनः न निवर्तते. तर्हि न प्रत्ययबाधक शप्रत्ययः इति कथम् इति कथं न इति विहितः चेत् अग्रे प्रक्रियायां गन्तव्यम् अस्ति. तदा श इति अयम् अपवादः इति वक्तुं न शक्यते. न प्रत्ययबाधक शप्रत्ययः इति वक्तव्यं चेत् प्रत्ययत्वम् अपेक्षितम्. प्रत्ययत्वम् अपेक्षितं चेत् प्राचीनैः उच्यते यत् धातोः विधातव्यः तदा एव प्रत्ययः. एकवारं प्रत्ययः विहितः तदा निष्पन्नस्य निवृत्तिः न भवति, अतः शप्रत्ययस्य अवसरः अपि न भवति. तर्हि अयं शबाधकः इति कदा वक्तुं शक्यते? बुद्ध्या विचिन्त्य भाविप्रत्ययत्वम् आदाय एव प्रत्ययत्वधर्मः यः अग्रे आगमिष्यति तं धर्मम् इदानीमेव आश्रित्य इत्संज्ञां कल्पयित्वा द्वयोः न अपि च श इत्यनयोः विधानात् प्रागेव अ इति रूपं भवति. अनेन एव प्रक्रियया विकल्पेन बाधकत्वं जायते. अतः समस्यायाः विचारणार्थं समस्यायाः निवारणार्थं भाविप्रत्ययत्वम् अपेक्षितं विधानात् प्राक्. अस्तु, ददाति ददात्योर्विभाषा इत्यस्य व्याख्यायां न प्रत्यय बाधक शप्रत्ययः इति दत्तं. न प्रत्यय बाधक शप्रत्ययः इति वक्तव्यं चेत् दीक्षितानां मतम् आदौ टिप् विधानं, प्रथमं तिप् विधानं तदा पकस्थाने नल् इति दीर्घसूत्रेण विधानं नल् इति आदौ अयं प्रत्ययः इति कर्तव्यं तिपस्थाने इति कर्तव्यं तदानीमेव तस्य प्रत्ययत्वं धातोः अनन्तरं तिपः विधीयते, अनन्तरं तिपः स्थाने नल् इति अस्ति, नल् स्थाने देन् प्रत्ययः इति कर्तव्यम्, अयं प्रत्ययः इति कर्तव्यं तदानीमेव तस्य प्रत्ययत्वं नाम प्रथमतया विधानं तदा एव प्रत्ययत्वम्. ओके, न इति तदा एव प्रत्ययः. एकवारं यदा न विहितः तदा सः पुनः न निवर्तते, तिष्ठति एव. तर्हि न प्रत्ययबाधक शप्रत्ययः इति न इति विहितः चेत् अग्रे प्रक्रियायां गन्तव्यम् अस्ति. तदा श इति अयम् अपवादः इति वक्तुं न शक्यते. न प्रत्ययबाधक शप्रत्ययः इति वक्तव्यं चेत् प्रत्ययत्वम् अपेक्षितम्. शप्रत्ययः इदानीं श इति प्रत्ययः इति कथं वक्तव्यम् इत्येव अत्र प्रश्नः. तदा एव तथैव समस्या कथम् इति श इति प्रत्ययं प्रत्ययः इति वक्तव्यम् इति चेत् प्रत्ययत्वम् अपेक्षितं तदा एव न स्थाने च इति वक्तुं शक्यते. प्रत्ययत्वम् अपेक्षितं चेत् प्राचीनैः उच्यते यद् धातोः विधातव्यः तदा एव प्रत्ययः. अत्र धातोः कृते इति प्रत्ययः इति कथं वक्तव्यम्? एकवारं प्रत्ययः विहित यतोहि न इति पूर्वम् आगच्छति. एकवारं प्रत्ययः विहितः तदा निष्पन्नस्य निवृत्तिः न भवति, अतः श प्रत्ययस्य अवसरः न श इत्यस्य अवसरः न भवति. तर्हि अयं श बाधकः इति कदा वक्तुं शक्यते? कदा वक्तुं शक्यते इति चेत् एव देन् बुद्ध्या विचिन्त्य भाविप्रत्ययत्वं भावित्वं भवति. भाविप्रत्ययत्वम् आदाय एव प्रत्ययत्वधर्मः यगे यः अग्रे आगमिष्यति तं धर्मम् इदानीमेव आश्रित्य इत्संज्ञा कल्पयित्वा द्वयोः न अपि च श इत्यनयोः. सो इत्संज्ञा वयं कल्पयित्वा एव अपि च प्रत्ययत्वं भाविप्रत्ययत्वम् आदाय एव प्रत्ययधर्मः अग्रे गमिष्यति इत्यनेन एव श इति प्रत्ययः इति वयं वक्तुं शक्यते. विधानात् प्रागेव अ इति रूपं भवति. अनेन एव प्रक्रियया विकल्पेन बाधकत्वं जायते. अतः समस्यायाः निवारणार्थं भाविप्रत्ययत्वम् अपेक्षितं विधानात् प्राक्. अस्तु भगिनि. ओ अनन्तरम् अस्ति वासरूपो इतोपि अस्ति. एतद् अर्धभागः एव वयम् आनीतवन्तः. अतः इदानीं सः किं वदति इत्युक्ते भाविप्रत्ययत्वम् अग्रे भविष्य प्रत्ययः भविष्यति इति भाविरूपेण स्वीकृत्य वयं कार्यं कर्तुं शक्यते इति एतद् नूतनानां मतम्. इतोपि अस्ति, तद् वयं प्रायः अग्रिमसप्ताहे पठामः. सर्वं साधयित्वा वयं साक्षात् पाठं प्रति गन्तव्यम्. ओ अग्रे बहु किमपि अस्ति भगिनि. बहु किमपि अस्ति अस्ति बहु किमपि अस्ति. टास् इति प्रत्ययः एकमेव, डा इति प्रत्ययस्य विषये एव वयम् इदानीं स्मः. तत् सर्वं समापयित्वा ओ बहु सिमिलर् ऐ थिंक इदं लैक् दिस् इट् they are going to say for the da bagini for every alphabet. I don't think they will do that. this is only for saas da saas da yeah. no etad I think it will take two classes. astu adya samapayamaha. dhanyavadah dhanyavadah bagini. dhanyavadah namaskar bagini.